तृतीय खंड है। स ईक्षते मे नलोकाश्च लोकपालाश्च अन्नमेभ्यः सृजायते सः इयम् ईश्वरः ईक्षत कथम् इमे नलोकाश्च लोकपालाश्च मया सृष्टः अशनाय पिपासाभ्यां च संयोजितः अतो नैषां स्थितिः अन्नमन्तरेण तस्माद् अन्नम् येभ्यः लोकपालेभ्यः सृजयति एवं हि लोके ईश्वराणाम् अनुग्रहे निग्रहे च स्वातन्त्र्यं दृष्टं स्वेषु तद्वद् महेश्वरस्यापि सर्वेश्वरत्वात्तु सर्वान् प्रति निग्रहे अनुग्रहे च स्वातन्त्र्यमेव सोपोऽभ्यतपत् ताभ्यो अवितप्ताभ्यो मूर्तिरजायतां या वै सा मूर्तिरजायत अन्नं वै तत् स ईश्वरः अन्नं शुश्रूषु ता एव पूर्वोक्त अपः उद्दिश्य अभ्यतपत् ताभ्यः अवितप्तभ्यः उपादानभूताभ्यः मूर्तिः घनरूपं धारणसमर्थं चराचरलक्षणम् अजायत उत्पन्नम् अन्नं वै तत् मूर्तिरूपं या वै सा मूर्तिरजायत तदेन दविसृष्टं परां त्यजिघांसतो तद्वाच अजिघृक्षतो तन्न अशक्नोद्वाच गृहीतुं स यद्धयेन द्वाच ग्रहीष्यत अभिव्याहृत्यैव अन्नम् अतृप्स्यत तत्प्राणेन अजिघृक्षतो तन्नाशक्नोत् प्राणेन ग्रहीतुं स यद्धयेन प्राणेन अग्रहीष्यतो अभिप्राण्यैव अन्नम् अतृप्स्यत तच्चक्षुषा अजिघृक्षतो तन्नाशक्नोत् चक्षुषा ग्रहीतुं स यद्धयेन चक्षुषा ग्रहीष्यतो दृष्ट्वैव अन्नम् अतृप्स्यतम् तच्छ्रोत्रेण अजिघृक्षतो तन्नाशक्नोत् श्रोत्रेण ग्रहीतुं स यद्धयेन श्रोत्रेण अग्रहीष्यतो श्रुत्वैव अन्नम् अतृप्स्यत तत्त्वचा जिघृषतो तन्नाशक्नोत् त्वचा गृहीतुं स यद्धयेन त्वचा ग्रहीष्यतो स्पृष्ट्वैव अन्नम् अतृप्स्यत तन्मनसा अजिघृक्षतो तन्नाशक्नोत् मनसा ग्रहीतुं स यद्धयेन मनसा ग्रहीष्यतो ध्यात्वैव अन्नम् अतृप्स्यतम् तच्छिष्णेन अजिघृक्षतो तन्नाशक्नोत् चिष्णेन ग्रहीतुं स यद्धयेन चिष्णेन ग्रहीष्यतो विसृज्य हैव अन्नमतृप्स्यतम् तदपानेन अजिघृक्षतो तदावयतो स एषो अन्नस्य ग्रहो यद्वायुः अन्नायुर्वा एष यद्वायुः तदेन अन्नम् लोकलोकपाल अन्नार्थ्यभिमुखे सृष्टं यस्सतु यथा मूषकादिः मार्जरादिगोचरे सन् मम मृत्युः अन्नादि मत्वा परागञ्चतीति परां पराक्सतु अत्रुम् अतीत्य अजिघांसतु अतिगन्तुम् ऐच्छतु पलायितुं प्रारभत इत्यर्थः तम् अन्नाभिप्रायं मत्वा स लोकलोकपालसङ्घातकार्यकरणलक्षणः पिण्डः प्रथमजत्वा तु अन्याश्च अन्नादान् अपश्यन् तत् अन्नं वाच वदनव्यापारेण अजिघृक्षतो ग्रहीतुम् ऐच्छत् तत् अन्नं नाशक्नोत् न समर्थो अभवतु वाच वदनक्रिया ग्रहीतुम् उपादातु सः प्रथमजः शरीरे यत् यदिह येन वाच ग्रहीष्यतु गृहीतवांस्य अन्नं सर्वोऽपि लोकः तत्कार्यभूतत्वात् अभिव्याकृत्यैव अन्नम् अतृप्स्यतो तृप्त्वा भविष्यत् न च एतदस्ति अतो नाशक्नोत् वाच ग्रहीतुमिति अवगच्छामः पूर्वजोऽपि समानमुत्तरं तत्प्राणेन तच्चक्षुषा तच्छ्रोत्रेण तत्त्वचा तन्मनसा तच्छिष्णेन तेन तेन कर्णव्यापारेण अन्नं ग्रहीतुम् अशक्नुवन् पश्चात् अपानेन वायुना मुखच्छिद्रेण तत् अन्नम् अजिघृक्षत तदावयतु तदन्नम् एवं जग्राह अशितवान् तेन स एष अपानवायुः अन्नस्य ग्रहः अन्नग्राहकः इत्येतत् यद्वायुः यो वायुः अन्नायुः अन्नबन्धनो अन्नजीवनो वै प्रसिद्धः स एष यो वायुः स ईक्षत कथं न इदम् अधृते स्यादिति स ईक्षत कथरेण प्रपद्यायति स ईक्षत इति वाचा अभिव्याक्तम् इति प्राणेन अभिप्राणितम् इति चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यदि अपानेन अभ्युत्पानितं यदि शिष्णेन विसृष्टं मदकोहमिति सः एवं लोकलोकपालसङ्घातस्थितिम् अन्ननिमित्तां कृत्वा पुरपौरतत्पालयितृस्थितिसमां स्वामीव ईक्षत कथं नु केन प्रकारेण नु इति वितर्कयन् इदं मातृते मा मन्त्रेण पुरस्वामिनं यदिदं कार्यकरणसङ्गातकार्यं वक्ष्यमाणं कथं न खलु मा मन्त्रेण स्यात् परार्थं सत् यदि वाच अभिव्याहृतम् इत्यादि केवलमेव वाग्व्यवहरणादि तन्निरर्थकं न कथञ्चन भवेत् बलिस्तुत्यादिवत् पौरवन्द्यादिभिः प्रयुज्यमानं स्वाम्यर्थं सत् स्वामिनं मन्त्रेण असत्येव स्वामिनि तद्वत् तस्मान् मया परेण स्वामिना अधिष्ठात्र कृताकृतफलसाक्षिभूतेन भोक्त्रा भवितव्यं पुरस्यैव राज्ञ यदि नाम एतत्सम्मतकार्यस्य परार्थत्वं परार्थिनं मां चेतनं त्रातारमन्त्रेण भवेत् पुरपौरकार्यमिव तत्स्वामिनम् अथ कोऽहं किं स्वरूपः कस्य वा स्वामी यदि अहं कार्यकरणसङ्गातम् अनुप्रविश्य वागादि अभिव्याहृतादिफलं न उपलभेय राजा इव पुरमाविश्य अधिकृतपुरुषकृतकृतादिलक्षणं न कश्चिन्मामयं सन् एवं रूपश्च इति यद्गच्छे विचारयेत् विपर्ये तु योऽयं वागादि अभिव्याहृतादि इदमिति वेद स सन् वेदनरूपश्च इति अधिगन्तव्योऽहं स्यात् यदर्थमिदं सम्मतानां वागादीनाम् अभिव्याहृतादि यथा स्तम्भकुड्यादीनां प्रासादादिसम्मतानां स्वावयवैः असम्मतपरार्थत्वं तद्वदिति एवमीक्षित्वा अतः कतरेण प्रपद्य इति प्रपदञ्च मूर्धा च अस्य सङ्गातस्य प्रवेशमार्गौ अनयोः कतरेण मार्गेण इदं कार्यकरणसङ्गातलक्षणं पुरं प्रपद्यै इति स एतमेव सीमानं विदारीयते याद्वारा प्रपञ्चिता स ईशा विधृतिर्नाम द्वाहं तदेतन्नान्दनं तस्य त्रय आवसताः त्रयः स्वप्नाः अयमावसतो अयमावसतो अयमावसत इति एवमीक्षित्वा न तावतु मद्भृत्यस्य प्राणस्य मम सर्वार्थादिकृतस्य प्रवेशमार्गेण प्रपदाभ्याम् अधः प्रपद्ये किं तर्हि पारिशेषा तु अस्य मूर्धानं विदार्य प्रपद्येति लोक इव ईक्षितकारी यः स्रष्टा ईश्वरः स एतमेव मूर्धसीमानं केशविभागावसानं विदार्य छिद्रं कृत्वा एतयाद्वारा मार्गेण इमं कार्यकरणसङ्गातं प्रापद्यता प्रविवेश सेयं हि प्रसिद्धाद्वाह मूर्ध्नि तैलादिधारणकाले अन्तः तद्रसादिसंवेदन स एषा विधृतिः विदारित्वात् विधृतिर्नाम प्रसिद्धाद्वा इतराणि तु श्रोत्रादिद्वाराणि वृत्त्यादिस्थानीयसाधारणमार्गत्वात् न समृद्धीनि न आनन्दहेतूनि इदं तु द्वारं परमेश्वरस्यैव केवलस्येति तदैतन्नान्दनं नन्दनमेव नान्दनमिति दैर्घ्यं छान्दसं नन्दति अनेन द्वारेण गत्वा परस्मिन् ब्रह्मणि इति तस्यैवं सृष्ट्वा प्रविष्टस्य अनेन जीवेनात्मना राज्ञैव पुरं त्रय आवसत जागृतकाले इन्द्रियस्थानं दक्षिणं चक्षुः स्वप्नकाले अन्तः मनः सुषुप्तिकाले हृदयाकाश इत्येते वक्ष्यमाणा वा त्रय आवसताः पितृशरीरं मातृगर्भाशयः स्वं च शरीरम् इति त्रयः स्वप्नाः जाग्रत्स्वप्नः सुषुप्त्याख्यः ननु जागरितं प्रबोधरूपत्वात् न स्वप्नः नैवं स्वप्न एव कथं परमार्थस्वात्मप्रबोधाभावात् स्वप्नवतो असद्वस्तुदर्शनाच्च अयमेव आवसतः चक्षुः दक्षिणं प्रथमः मनोऽन्तरं द्वितीयः हृदयाकाशः तृतीयः अयम् आवसतः इति उक्तानुकीर्तनमेव तेषु हि अयम् आवसतेषु पर्यायेण आत्मभावेन वर्तमान अविद्या दीर्घकालं गाढं प्रसुप्तः स्वाभाविक्य न प्रबुध्यते अनेकशतसहस्र अनर्थसन्निपातज दुःखमुद्गराविघातानुभवैरपि स जातो भूतानि अभिव्यैख्यतो किम् इह अन्यं वावदिशति ते स एतमेव पुरुषं ब्रह्म ततम् अपश्यतो इदम् अदर्शमिति स जातः शरीरे प्रविष्टः जीवात्मना भूतानि अभिव्यैख्यतो व्याकरोत् स कदाचित् परमकारुणिकेन आचार्येण आत्मज्ञानप्रबोधकृच्छब्दिकायां वेदान्तमहावीर्यां तत्कर्णमूले ताड्यमानायाम् एतमेव श्रुत्यादिकर्तृत्वेन प्रकृतं पुरुषं पुरीशयानम् आत्मानं ब्रह्म बृहत् ततमं तकारेण एकेन लुप्तेन तततमं व्याप्ततमं परिपूर्णं आकाशवतो प्रत्यबुद्धित अपश्यत् कथम् इदं ब्रह्म मम आत्मनः स्वरूपम् अदर्शं दृष्टवान् अस्मि अहो इति विचारणार्थपुतिः पूर्वम् तस्मादिदं द्रोणाम इदं द्रोहवैनाम तमिदं द्रं सन्तम् इन्द्र इत्याचक्षते परोक्षेण परोक्षप्रियाय विहि देवाः परोक्षप्रियाय विहि देवाः यस्मादिदम् इत्येव यत् साक्षात् अपरोक्षात् ब्रह्म सर्वान्तरम् अपश्यतु न परोक्षेण तस्मादिदं पश्यति इति इदन्द्रो नाम परमात्मा इदं द्रोहवैनाम प्रसिद्धो लोके ईश्वरः तम् एवम् इदन्द्रं सन्तम् इन्द्र इति परोक्षेण परोक्षाभिधानेन आचक्षते ब्रह्मविदः संव्यवहारार्थं पूज्यतमत्वात् प्रत्यक्षनामग्रहणभयात् तथा हि परोक्षप्रियः परोक्षनामग्रहणप्रिया इव एव हि यस्माद्देवः किमु तत्सर्वदेवानामपि देवो महेश्वरः द्विर्वचनं प्राकृत अध्यायपरिसमाप्त्यर्थम् इति ऐतरीयोपनिषद्भाष्ये प्रथमोऽध्यायः।